नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। प्रवर्तमानविषयः अस्ति चुरादिगणः इति। तत्र वयं गतसप्ताहे दृष्टवन्तः निच् प्रत्ययः स्वार्थे विधीयते। सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण चुरादिभ्यो निच् इति सूत्रेण निच् विधीयते इति दृष्टवन्तः। तत्र नूतनधातुः उत्पन्ना भवति यदा निच् प्रत्ययः विधीयते। सनाद्यन्ता दातवः इति सूत्रेण तत्र नूतनधातुः आगच्छति। अनन्तरं तत्र वयम् एतदपि दृष्टवन्तः, तत्र प्रमुखकार्यत्रयम् अस्ति इति। निच् प्रत्ययस्य कारणेन प्रमुखकार्यत्रयम् अस्ति। प्रथमम् अचोनिति इति एकं कार्यमस्ति, यत्र अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति, वृद्धिकार्यम्। अचोनिति इति सूत्रेण वृद्धिकार्यं भवति अन्तिम अकारस्य वा अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति नितीनिति प्रत्यये परे, नितीनिति प्रत्यये परे इति दृष्टवन्तः। यदाचि इति धातुः अस्ति चेत् वृद्धिः भूत्वा अन्तिम अच् वर्णस्य वृद्धिः भूत्वा चाययति इति रूपम् आगच्छति। अतः प्रथमकार्यम् आसीत् वृद्धिकार्यं नितिनिति प्रत्यये परे। अनन्तरं अथ उपादायाः इति एकं सूत्रमस्ति, यत्र उपादायाम् अतः वृद्धिः भवति निति। तत्रापि अस्माकं निमित्तमस्ति नितिनिति प्रत्यये परे इति। इदानीम् अत्र उपधाकार्यमस्ति, उपधायाम् अत्वर्णः अस्ति चेत् तस्य वृद्धिः भवति इति। अनन्तरं पुगन्तलघुपतस्य च, एतत्तु परिचितसूत्रमेव, तत्र सार्वधातुक अर्धधातुकप्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च गुणः भवति, इक् वर्णस्य। उपधायां लघु इक् वर्णः अस्ति चेत् गुणः भवति इति। तत्रापि सार्वधातुक अर्धधातुकयोः इति कृत्वा अर्ध नित् इति अस्माकम् अर्धधातुकप्रत्ययः अस्ति, अतः तत्रापि तस्य कार्यं भवति इति दृष्टवन्तः। अत्र एतानि त्रीणि सूत्राणि मुख्यसूत्राणि। यदा वयं आर्धधातुकप्रक्रिया वा अत्र अस्माकं चुरादिगणः वा स्वार्थे वा प्रेरणार्थे वा एतानि कार्याणि अवश्यं भवति एव। अचोनिति, अथ उपादायाः, पुगन्तलघुपदस्य च इति सूत्रत्रयं प्रमुखसूत्रम्। अनन्तरं वयं सामान्यदातवः इति चिन्तनं, यत्र नित्यनिजन्ताः अनित्यनिजन्ताः इति भागद्वयम् अस्ति इति दृष्टवन्तः। नित्यनिजन्ताः इत्युक्ते उभयपदिनः, यत्र निचश्च इति सूत्रेण कर्त्र्यभिप्राये क्रियापले कर्तारम् अभिप्रेति चेत् आत्मनेपदं भवति, शेषः परस्मैपदम् इति सूत्रेण परस्मैपदम् अपि भवति। अतः उभयपदिनः नित्यनिजन्ताः इति दृष्टवन्तः। अनित्यनिजन्ताः इत्यस्मिन् विषये अद्य पश्यामः। तत्र वयं शेषधातवः एव अवशिष्टभागः अस्ति, तद् पठित्वा नूतनपाठं प्रति गच्छामः। अरुणा भगिनी पठति वा शेषधातवः? अन्ये पठतु भगिनी, अस्तु प्राप्तवती। अस्तु, राजेन्द्रमहोदय। आं भगिनि, शेषधातवः पञ्चषष्टिः धातवः सन्ति अस्मिन् गणे, अस्मिन् भागे। चुरादिगणे तिङन्तरूपस्य साधनार्थं सोपानत्रयम् अस्ति इति उक्तम् आरम्भे। अस्माकं प्रमुखकार्यं प्रथमे सोपाने एव निजन्तधातोः व्युत्पत्तोः। शेषधातुषु अस्मिन् किमपि कार्यं न भवति, धातोः अन्तिमवर्णः अच् न अस्ति, अतः वृद्धिः न अर्हः। उपधायाम् अत् ह्रस्व अकारः न अस्ति, अतः तत्रापि वृद्धिः न अर्हः। उपधायां लघु इक् न अस्ति, अतः गुणः न अर्हः। एभि कारणैः न किमपि कार्यम् अर्हम्। अत्र किमस्ति, चुरादिगणे यथा भवती इदानीमेव उक्तवती, प्रमुखकार्याणि त्रयम् अस्ति। तत्र अजन्तदातवः सन्ति, तत् अच् अच् वर्णस्य वृद्धिः भवति, उब्धायाम् अत् वर्णः अस्ति तस्य अपि वृद्धिः भवति, अपि च उब्धायां लघु इकः अस्ति तस्य गुणः भवति पुगन्धलघुपदस्य सूत्रेण. परन्तु शेषधातवः ये सन्ति तस्मिन् सन्दर्भे तत्र न तु अच् अस्ति अन्तिमवर्णः, अच् न अस्ति उब्धायाम् अपि अत् अकारः न अस्ति, तत्कारणात् वृद्धिः न भवति दोषस्थलौ. उब्धायाम् अपि लघु इक न अस्ति तत्कारणात् तत् अपि गुणः न भवति. एतानि कार्याणि धातोः सन्दर्भे न भवन्ति एव. यथा पाल् इति धातुः, पाल् योग निच् पाल् योग इ पालि इति निजन्तधातुः. अत्र पाल् अस्ति, अत्र तु अतो किमस्ति तत् अतो लोपः सूत्रेण तत्र अकारस्य लोपः भवति अतः तत्र पाल् एव अस्ति. पाल् अत्र उब्धा अन्ते अचुवर्णः न अस्ति, उब्धायाम् अपि किमपि एकः वर्णः न अस्ति, अपि च तत्र अतः अपि न अस्ति उब्धायां तत् कारणात् तत् वृद्धिः न भवति. साक्षात् पाल् योग निच् तत् इ एव अवशिष्यते. पाल् योग इ पालि भवति, तत् निजन्तधातुः धातवः. तेन सूत्रेण तस्य धातुसंज्ञा भवति. तदनन्तरम् अन्यत् ये कार्याणि सन्ति तानि कार्याणि तत् भवन्ति. तत् द्वितीयसोपाने निजन्तधातुः योग शप् विकर्णप्रत्यय अङ्गम् इति उक्तम्. शेषधातुषु पालि इति निजन्तधातुः निष्पन्नः, तथा यथा सामान्यं शप् पालियोग शप् सार्वधातु आरोह इत्यनेन गुणः पाले इकारस्य गुणः भूत्वा तत् सार्वधातु आर्धधातुक्योः सूत्रेण तत् पाले भवति. अनन्तरं एचो यव यावः सूत्रेण एकारः अपि च अकारः तत् अय् आदेशः भवति. पालै योग पालय वर्णमेलं पालय भवति. तदनन्तरं तिङन्त कृत्या योजित्वा तत् पालयति तत् पालयति तत् अन्तिमरूपं निष्पद्यते तत् तथैव भवती पठामि वा? क्षमतां न पृष्टवान्. किं महोदय? अग्रे पठामि वा? आम् महोदय, पूरयतु. आम्, अर्क् अर्क् अर्क् योग निच् अर्क् योग इ अर्कि अर्कि अर्कयति अर्कयते. तथैव अर्ज् योग निच् अर्जयति अर्जयते. पीड् निच् पीड् योग इ पीडयते. रूपं निष्फलं भवन्ति. पाल् योग यथा पूर्वम् अस्माभिः पठितं, तत्र पाल् योग इ पालि योग पालयति पालयते इति चुरादिगणे सामान्यं तिङ्सम्बद्धं सार्वधातुप्रकरणं चिन्तनं समाप्तम्. अत्र अस्ति शेषधातवः कथं व्युत्पत्तिः भवति, तत्र तस्मिन् प्रक्रिया अत्र प्रदर्शितमस्ति. तत्र पल् इति धातुः अस्ति, पाल् इति नास्ति. किमर्थं पाल् इति दत्तमस्ति इति चिन्तयामि. पल् धातुः अस्ति भगिनि, पल् इति एव धातुः अस्ति चुरादिगणे, पाल् इति कथम् आगच्छति? पल् भवति तथा तु तत्र निश्चितवृद्धिः भवति भगिनि. न पाल् इति धातुः एव नास्ति, किमर्थं पाल् इति अत्र दत्तमस्ति इति चिन्तयामि. पल् एव धातुः, अत उपादायाः इत्यनेन पाल् भवति, वृद्धिः भवति. वृद्धिः भवति. पल् इति किमर्थं पाल् इति एव दत्तमस्ति किल, पाल् इति धातुः पाल् योगः निच् इति दत्तमस्ति, परन्तु धातुः तु पल् अस्ति भगिनि, चुरादिगणे पाल् इति अपि धातुः अस्ति वा? पल् रक्षणे इति आगच्छति, पाल् इति आगच्छति वा भगिनि? सूत्रसङ्ख्या धातुसङ्ख्या वदतु भगिनि. पाल् रक्षणे तत्र प्राप्तं प्राप्तं पाल् रक्षणे इति अस्ति, प्राप्तं, धन्यवादः, प्राप्तं. परन्तु तत्र महोदय तत्र पाला इति उपदेशे अजनुनासिक इत् अतो लोपः नास्ति. पल् इति एक अपि एकं धातुः अस्ति, एकः धातुः पल् अपि अस्ति, पाल् अपि एकः धातुः अस्ति, अर्थः तु समानः एव रक्षणे इति, परन्तु पाला इति अनुनासिक चिह्नम् अस्ति द्वयोः धातुः. तत्र अतोलोपः न. सम्यक्, समीचीनं महोदय. फल इति वा? एतत्तु द्युरादिगणे एव अस्ति पाला इति, पल् अपि चुरादिगणे एव इदानीं दृष्टवती. पल् गतौ इति एकः धातुः उभ्वादिगणे अस्ति, पल् रक्षणे इति चुरादिगणे अस्ति. भ्वादिगणे अस्ति चेत् फलति इत्येव रूपम् आगच्छति, तत्र पालयति न भवति. सम्यक्, आम्, फलति एव रूपं, तत्र पालयति इति आगच्छति चेत् निच् योजनेन एव. अस्तु, समीचीनम्. अत्र यदा महोदय उक्तवान् तत्र उपदायां वा अन्ते वा किमपि वर्णः नास्ति, अतः तत्र केवलं वर्णमेलनमेव सर्वत्र भवति. सर्वत्र अनुनासिकवर्णः एव अन्ते अस्ति, अतः तस्य लोपः एव भूत्वा अर्क्योगः निच् अर्कयति अर्कयते इति रूपद्वयम्. अतः अनेन सामान्यधातूनां विचारः समाप्तः. नूतनकरपत्रम् उद्घाटयतु कृपया, तत्र वयं पश्यामः. किञ्चित् कार्याणि, मुख्यकार्याणि अस्ति, अतः किञ्चित् मन्दरूपेण एव गच्छामः अद्य. अस्तु, चुरादिगणः विशेषदातवः इति करपत्रं. श्रीवल्ली भगिनी पठति वा? आं भगिनि. चुरादिगणे विशेषदातवः. चुरादिगणे सामान्यकार्यं त्रिभिः सूत्रैः क्रियते इति अस्माभिः दृष्टम्. तानि च अचोन्ति अतोपदायः पुगन्तलकूपदिशति. इदं कार्यं सामान्यम् इति उच्यते अस्मिन् गणे. पुनः चुरादिगणे बहवः हलन्तदातवः सन्ति, यत्र किमपि कार्यं न अर्हति. यतः उपदायां ह्रस्व आकारः अपि नास्ति, लघु इक् अपि नास्ति, तानपि वयम् अपश्यामः. अस्मिन् करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति तान् अवलोकयामः. अहं दृष्टवन्तः चुरादिगणे त्रिभिः सूत्रैः कार्यं करोति. तानि च अचोन्निति इति सूत्रेण अन्त्य अलहस्वानि वृद्धिः अचः अचोन्निति वृद्धिः भवति. अत उपदाय उपदायाम् अकारस्य अकारस्य स्थाने वृद्धिः भवति, पुगन्तलघु उपदस्य च गुणः भवति. उपदा लघु इकः स्थाने गुणः भवति. इदं कार्यं सामान्यम् अस्मिन् गणे. पुनः चुरादिगणे बहवः हलन्तदातवः सन्ति यत्र किमपि कार्यं न अर्हति. अचोमिति अतोपदायः कोगन्तलघुपदस्य च कार्यं न अर्हति. ताम् अपि वयम् अपश्यामः. अस्मिन् करपत्रे ये चुरादिगणीयाः धातवः विशेषाः सन्ति तान् अवलोकयामि. अदन्तधातवः 93 धातवः चुरादिगणे त्रिनवतिः चुरादिगणे त्रिनवतिः धातवः अदन्ताः सन्ति. यथा खत गृह गण क्षिप येषाम् अन्ते ह्रस्व आकारः वर्तते तस्य अकारस्य लोपः तु भवति. परन्तु उपदेशे अजनुनासिक इति सूत्रेण इति न, यतोहि येषु धातुषु स च अन्त्यः अकारः अनुनासिकः नास्ति एव. अतः इमे अकाराः इत्संज्ञकवर्णाः वर्णाः न सन्ति. तर्हि येषां धातूनाम् अन्त्यः अकारः कथम् उच्यते? चुरादिगणे धातुभ्यः निच् प्रत्ययः विधीयते, अतः एकं सूत्रम् अस्ति अतो लोपः यस्य द्वारा अकारलोपः सिद्ध्यते. चुरादिगणे अदन्तदातवः त्रिनवतिः सन्ति. उदाहरणं कथा गृह गण क्षिप इति दातवः. अत्र अकारस्य लोपः भवति, परन्तु उपदेशाधुनानासिक इति सूत्रेण न भवति. यतः अकारस्य अनुनासिकः नास्ति एव, परन्तु येषां धातूनाम् अन्त्य अकारः लुप्यते. कथं लुप्यते इति निच् प्रत्ययः विधीयते, अतः एकं सूत्रम् अस्ति अतो लोपः इति सूत्रेण अकारः लोपः सिद्ध्यते. अतो लोपः अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्थधातुकप्रत्यये परे. येन विधिः तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकारः इति अङ्गस्य, अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अलोन्तस्य इति अनेन अन्तिमवर्णस्य एव लोपः. उपदेशे अनुवर्तते, अतः प्रसक्तिः केवलम् उपदेशावस्थायाम्. अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम्. अनुदात्तोपदेशवनति तनोत्यादीना मनुनासिक तनोत्यादीनाम् अनुनासिकलोपः जलिमिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. अङ्गस्य आर्थधातुके इति अनयोः अधिकारः अनुवृत्तिसहितसूत्रम्. अतः अङ्गस्य लोपः आर्थधातुके उपदेशे. उपदेश अवस्थायाम् अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति आर्थधातुकं प्रत्यये परे. इच्छति कीदृशप्रत्ययः भगिनि? भगिनि निच् निश्चिति कीदृशप्रत्ययः? आर्धदातुकप्रत्ययः. अतः अस्य सूत्रस्य प्रसक्तिः अस्ति किल? अस्ति निश्चिति सूत्रम् अस्ति. प्रत्ययस्य निश्चिति प्रत्ययः आर्धदातुकः, अतः अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति. अत्र भगिनी अनुवृत्तिसहितसूत्रमेकवारं परिशीलयतु भगिनी, किं भवति इति. अतः अङ्गस्य लोपः आर्थधातुके उपदेशे निमित्तम् उपदेशे उपदेश अवस्थायाम् इति अकारः अतः इति अकारान्तस्य अङ्गस्य लोपः भवति आर्धधातुके उपदेशे. समीचीनम्. आर्धधातुके परे उपदेशावस्थाया. अतः उपदेशे इति कीदृशसप्तमी अस्ति अत्र? उपदेशावस्थाया इति लुक् अधिकरणं विषयसप्तमी. तस्मिन् समये तस्मिन् विषये इति वदामः किल, विषये उपदेश अवस्थायां स्थित्याम् इति वदामः किल, तस्मिन् सन्दर्भे आर्धधातुके इति कीदृशसप्तमी? निमित्तं यदि निमित्तं सम्यक् आर्यसप्तमी निमित्तं निमित्तमस्ति. यदा अर्धधातुकप्रत्ययः परः अस्ति चेदेव कार्यं भवति, तद् निमित्तम् अस्ति. उपदेश अवस्थायां स्थित्याम् इति विषयसप्तमी. द्वयोः पदयोः अपि पदद्वयमपि सप्तम्याम् अस्ति, परन्तु भिन्नभिन्न अर्थः भिन्नः. कार्यमस्ति, किं कार्यम् अत्र? अकारान्तस्य अङ्गस्य ह्रस्वाकारः लोपः भवति. समीचीनं. स्थानम्, अतः स्थानं किम्? अन्त्यकारः अङ्गस्य अन्त्यकारः स्थानं षष्टि, अतः अङ्गस्य इति षष्टि लोपः कार्यं लोपकार्यं भवति भवति. अग्रिम एक पङ्क्तिम् अस्ति, तदपि पठामि. निच् प्रत्ययः, निच् प्रत्ययः अर्धधातुकः अस्ति, अतः धातुः अदन्तः चेत् अतो लोपः इति अस्य प्रसक्तिः भवति. निश्चित् प्रत्ययः अर्धधातुकप्रत्ययः अस्ति इति चेत् अतो लोपः इति सूत्रस्य प्रसक्तिः चुरादिगणे अदन्तधातवः विषये अस्ति. यथा कथायोगः निच् कत् इति भवति अतो लोपः इति सूत्रेण. कथा इति अन्तस्य अकारस्य लोपः भवति निच् प्रत्यये परे. तादृशं गृहयोगः निच् गृह् इति भवति. इदानीं कत् इति धातुः अस्ति, कृप् इति धातुः अस्ति. अस्यां दशायां कत् धातोः उपधायाम् अत् ह्रस्व अकारः इति अस्य वृद्धिः, अपि च गृह् धातोः उपधायां लघु एकः गुणः भवति. आं भगिनि, कत् उपधायाम् अत् इति सूत्रेण ह्रस्व अकारस्य वृद्धिः भवति. त्रीणि कार्याणि सन्ति अचोनीति अतोपदायः केन सूत्रेण वृद्धिः भवति? अत उपदायः यदा वृद्धिः भवति चेत् किं रूपम् आगच्छति? तत्रापि निमित्तं किं भवति? अस्माकं निमित्तम् अत उपदायाः निमित्तं कात् योगः निच् इति स्थितिः. अनन्तरं गृह् धातुः किं भवति तत्र? उपदायाः, अतः वृद्धिः निति परे. गार्ह् आर् गार् इति भवति. तत्र वृद्धिः वा गुणः वा? गृह् इति धातोः लघु एकः उपदायं लघु एकः गुणः भवति. समीचीनं. सूत्रं किं भगिनि? पुगन्तलघु उपदेश. समीचीनम्, उत्तमम्. अतः तत्र रूपं किं भगिनि इदानीं? अतः अस्माकं स्थितिः इदानीं यद् अस्ति इत्युक्ते, कथा इति उपदेश धातुः अस्ति, तत्र अनुनासिकचिह्नं किमपि नास्ति. यदा वयं पठा इति धातुः स्वीकुर्मः चेत् तत्र तु अनुनासिकचिह्नम् अस्ति, पठा अन्ते, अतः उपदेश अवस्थायाम्. अतः तस्य लोपः भूत्वा पट् इति धातुः निष्पन्नः तत्र. परन्तु अत्र कथा गृह इति धातुः, तत्र अनुनासिकचिह्नं नास्ति, अनुनासिकचिह्नम् इति न, अनुनासिकः वर्णः नास्ति अन्ते. कथा एव धातुः उपदेश अवस्थायाम्, अतः अस्माकम् अतो लोपः इति सूत्रस्य प्रसक्तिः. कथायोगः निच् निच् इति आर्धधातुकप्रत्यये परे, उपदेशे उपदेश अवस्थायां स्थित्यां कथधातोः अन्तिम अकारस्य लोपः भवति कत् इति. इदानीम् अस्माकं कार्यं भूत्वा अतोलोपः इति कार्यं भूत्वा कत् इति आगच्छति. यदा कत् इति आगच्छति तत्र अस्माकम् अत उपादायाः सूत्रस्य प्रसक्तिः तु अस्ति एव किल. अतः उपादायां यद् अतः अस्ति तस्य वृद्धिः भवति ङिति ङिति प्रत्यये परे कात् योगः णिच् इति भवति स्म. कात् योगः णिच् इति भवति चेत् किं भवति इति अग्रे पश्यामः. तादृशस्थितिः अस्ति इदानीं. कात् योगः णिच् इति भवति स्म, किमपि बाधा मध्ये न आगच्छति चेत् तादृशं रूपं भवति स्म. यदा गृह् धातुः स्वीकुर्मः तादृश, यदा भगिनी उक्तवती तत्रापि गर्ह् योगः णिच् इति भवति स्म बाधा नास्ति चेत्. परन्तु अस्माकं रूपं कत् धातो कथ इति धातोः णिच् रूपं किं भगिनि? कथयति कथयति कथयति कथयते एव अस्माकम् इष्टरूपं. तत् साधनार्थं केन विशिष्टसूत्रस्य आवश्यकता अस्ति. सूत्रं विना तद्रूपं वयं न साधितुं शक्नुमः. इदानीं किं भवति, यदा अतोलोपः आगच्छति तत्र झटिति अत उपादायाः वा पुगन्तलघुपदस्य वा तस्य कार्यमपि भवति एव. किमर्थमित्युक्ते तस्य प्रसक्तिः अत्र अस्ति, निमित्तानि सर्वं पूरितानि, अतः तस्य कार्यमपि तत्र भवेत्. तस्य परन्तु तद् भवति चेत् रूपं यद् वयम् अस्माकम् इष्टरूपं वयं न साधितुं शक्नुमः. अत्र विशिष्टसूत्रस्य आवश्यकता अस्ति इति कृत्वा किं भवति इति पश्यामः. विद्या भगिनी अस्ति वा? पठतु भगिनि. आम् नमस्ते भगिनि, पठतु भगिनि. पठतु पठतु. तस्मात् पूर्वमपि एकं सूत्रमस्ति भगिनि, अत उपादायाः, तदपि पठतु. अत उपादायाः उपादायाम् अतः वृद्धिः निचि निचि प्रत्यपरे अनुवृत्तिसहितसूत्रम् अङ्गस्य उपादायाः अतः वृद्धिः निचि. तत्र उपादायाम् अन्तिमवर्णस्य पूर्ववर्णः अतः तत्र वृद्धिः भवति निचि निचि प्रत्यये परे. तत्र अनुवृत्तिसहितसूत्रम् अङ्गस्य उपादायाः अतः वृद्धिः निचि. पुगन्तलघुपदस्य च पुगन्त अङ्गस्य लघुपदस्य च एकः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे अनुवृत्ति अनुवृत्तिविषयः उदेति यत् आर्धधातुकप्रत्ययः आगम्यमानः तावता प्रत्ययः शारीरिकरूपेण पुरतः न. कुत्र पठति केवलं कुत्र पठति भगिनि? क्षम्यतां भगिनि. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः. तत्र पुगन्तलघुपदस्य एकः एतत् गुणः भवति तत्र सार्वधातुक आर्धधातुक प्रत्ययः परः आगच्छति चेत् अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः इति. अग्रे पठामि वा भगिनि? आम् आम् पठतु भगिनि. अनयोः सूत्रयोः प्रसक्तिः स्यात्, परन्तु अनेन परिभाषासूत्रेण लोपः लुप्त अकारः इव भवति. अनयोः सूत्रयोः तत्र पुगन्तलघुपदस्य अनन्तरम् अत उपादायाः इति सूत्रेण तत्र प्रसक्तिः अस्ति. अन्तिम एतत् सूत्रेण परिभाषासूत्रेण लोपः तत्र लुप्तम् इत्युक्ते लोपः एव तत्र अकारः लोपः भवति तत्र. अनन्तरं वदामि. अस्तु भगिनि, धन्यवादः. न न न, पठतु भगिनि, अहम् अनन्तरं वदामि किं भवति. अस्तु भगिनि. अतः परस्मिन् पूर्वविधौ परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अचः स्थाने यः आदेशः सः अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थाने. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूलः अच् इव स्थानिवत् भवति. पूर्वविधौ नाम सा स्थितिः यथा स्थानिनः अचः पूर्वस्थितस्य कार्यं विधीयते. परस्मिन् इति निमित्तसप्तमे, पूर्वविधौ इति विषयसप्तमे. पूर्वस्य विधिः पूर्वविधिः षष्ठी तत्पुरुषसमासः अत्र. तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं, पूर्वस्मिन् सप्तम्यन्तं, पूर्वविधौ सप्तम्यन्तं त्रिपदमिदं सूत्रं. स्थाने वत् आदेश अनल्विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ. तत्र अचः अचः परस्मिन् पूर्वविधौ इति पूर्वनिमित्तः तत्र अचस्थाने स्वरः वर्णः अजादेशौ इत्युक्ते तत्र अतो लोपः इति सूत्रेण विषयसप्तमी अनन्तरं विषयम् एव अस्ति अत्र. पूर्वविध पूर्वम् एतत् यत् यत् स्थितिः अस्ति तावदेव भवति तत्र स्थानिवत् इति रूपेण. तस्मात् उपदेशे अज अनुनासिक इति सूत्रेण तत्र अकारस्य स्थाने लोपः भवति, परन्तु लोपः न भवति. पूर्वविधौ एव पूर्वविधौ तत्र अत उपादायाः अकारस्य स्थाने लोपः भवति, परन्तु अकारः एव तत्र दृश्यते. अचः स्थाने यः आदेशः सः अजादेशः. यस्य स्थाने आदेशः विधीयते सः स्थाने इति भवति तत्र पूर्व यः अस्ति तदेव तत्र तिष्ठति स्थाने इति रूपेण. अजादेशः स्थानिवत् नाम यः आदेशः अचः स्थाने विहितः सः पुनः मूल अचीव. एतदेव तत्र स्थानिवत् इति भवति. पूर्वविधौ नाम पूर्वं किं रूपम् अस्ति तावदेव तत्र स्थितिः भवति. एतत् स्थानिनः अनन्तरं स्थानिवत् इति भवति. पूर्वस्थितिः कार्यं विधीयते तत्र. लोपः भवति परन्तु न लोपः भवति. पूर्वस्मिन् इति विषयसप्तमी तत्र विषयम् अस्ति इति. अनन्तरं पूर्वविधौ इति विषयसप्तमी निमित्तसप्तमी अपि. पूर्वस्य विधिः पूर्वविधिः एतत् तत्र निमित्तसप्तमी अनन्तरं विषयसप्तमी इत्युक्ते तत्र टीकाः तत्र ग्रामरियन् टीकाः तत्र ग्रन्थे एतत् विषये तत्र उक्तवन्तः. पूर्वस्य विधिः पूर्वविधिः एतत् सर्वं ग्रन्थे अपि अस्ति महाभाष्ये इति. तत्र एव तत्र एतत् विषये स्थापितवन्तः. निमित्तसप्तमी अनन्तरं विषयसप्तमी इति रूपेण तस्मिन् पूर्वविधौ अचः षष्ट्यन्तं परस्मिन् एतदपि तत्र सत्यं सप्तम्यन्तं पूर्वविधौ अपि सप्तम्यन्तं त्रिपदमिदं सूत्रं स्थानिवत् आदेशः अनल् विधौ इत्यस्मात् स्थानिवत् आदेशः इत्यनयोः अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अचः आदेशः स्थानिवत् परस्मिन् पूर्वविद् एतत् किं सूचयति चेत् तत्र अतः उपादायाः अनन्तरम् अतो लोपः इति तत्र कार्यं करोति लोपः इति भवति परन्तु तत्र लोपः न भवति पूर्ववत् एव तत्र तिष्ठति एव अस्तु समीचीनं भगिनि अत्र यद् अचः परस्मिन् पूर्वविधौ इति सूत्रे तत्र प्रथम वाक्यम् अस्ति किल भगिनि तदेव एकवारं पठति वा परनिमित्तिकः पूर्णवाक्यं पठतु भगिनि एकवारं क्षम्यताम् परनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये समीचीनम् अत्र अजादेशः इति प्रथमं स्वीकरोतु तत्र अजादेशः इत्युक्ते अस्मिन् सन्दर्भे यदा वयं कत् योगः निच् इति स्वीकृतवन्तः कथायोगः निच् इति स्वीकृतवन्तः तत्र अतोलोपः इति सूत्रेण लोपकार्यं भवति अस्तु अकारस्य लोपः अजादेशः अचः स्थाने यः आदेशः लोपादेशः भवति तदेव अजादेशः इति नाम अस्मिन् सन्दर्भे कस्य लोपः भवति भगिनि विजया भगिनि कस्य लोपः भवति अत्र अकारस्य लोपः एव अजादेशः इति नाम अकारस्य लोपः अस्मिन् सन्दर्भे अकारस्य लोपः यत्किमपि अच्वर्णः भवतु तस्य लोपः भवति तदेव अजादेशः इति नाम लोपकार्यमपि आदेशे आगच्छति वयं दृष्टवन्तः किल आदेशः इत्युक्ते लोपः अपि तस् मित्रवत् आदेशः शत्रुवत् मित्रवत् आगमः शत्रुवत् आदेशः अनन्तरम् अदर्शनं लोपः इति दृष्टवन्तः आदेशः अपि लोपकार्यम् एव अतः अत्र अच यद् आदेशः अकारस्य लोपः इति यद् कार्यम् अस्ति तदपि आदेशः एव अतः अजादेशः इत्युक्ते अस्मिन् सन्दर्भे अकारस्य लोपः परनिमित्तिकः अजादेशः परनिमित्तिकः इति अजादेशस्य विशेषणरूपेण आगच्छति निमित्तम् इत्युक्ते वयं जानीमः अस्मिन् सन्दर्भे निमित्तं किं कोऽपि वदति वा यस् अच्वर्णस्य लोपः तस्य निमित्तं किं केन कारणेन अकारस्य लोपः भवति तत्र अजादेशः एव अर्धधातुकप्रत्ययपरे अस्माकम् अर्धधातुकप्रत्ययः कः अस्मिन् सन्दर्भे निच् परनिमित्तिकं निमित्तं परः अस्ति इति कारणेन अकारस्य लोपः भवति किल अतः अस्माकं निच् प्रत्ययः एव परनिमित्तिकः पाठकः इति नूल् प्रत्ययः वयं जानीमः किल तादृशं परनिमित्तिकः परं निमित्तं यस्य सः अत्र बहुव्रीहिः समासः कृतः अतः परनिमित्तिकः अजादेशः अजादेशस्य विशेषणरूपेण आगच्छति आदेशः परम् आगच्छति चेत् तत्र परनिमित्तिकः अजादेशः तदेव प्रथम क्षम्यतां प्रथमद्वितीयपदस्य अर्थः तत्र बहु किमपि अस्ति अतः अहम् एकमेकं पदं स्वीकृत्य वदामि. अतः परनिमित्तिकः अध्यादेशः इत्युक्ते तत्र विशेषणविशेष्यभावः अस्ति. आदेशः अज् आदेशः इत्युक्ते अचः स्थाने यः आदेशः. अचः स्थाने यः आदेशः इत्युक्ते लोपकार्यम्. अस्माकं सन्दर्भे अत्र लोपकार्यं भवति. तद् लोपकार्यमेव अजादेशः. परनिमित्तिकः अजादेशः इति तत्र विशेषणविशेष्यभावेन तत् प्रथमद्वितीयपदम्. अनन्तरं पूर्वविधौ कर्तव्ये इति स्वीकरणीयम्. अनन्तरमेव स्थानिवद् अन्वयः, अस्मिन् वाक्यस्य अन्वयः कथं भवति इत्युक्ते परनिमित्तिकः अजादेशः पूर्वविधौ कर्तव्ये स्थानिवत् भवति इति वाक्यस्य अन्वयः. पूर्वविधौ कर्तव्ये इत्युक्ते किम् इति पश्यामः. तत्र पूर्वविधिः, अत्र एव विषयसप्तमी अस्ति. पूर्वविधिः, अजादेशस्य पूर्वं किं विधिः आसीत् इति द्रष्टव्यम्. अस्माकं कथ इति धातुः, तत्र अकारस्य लोपं भूत्वा ककारः, अकारः, तकारः अस्ति. अकारस्य एव अत उपधायाः, ककारोत्तरवर्ति अकारस्य अत उपधायाः इति सूत्रेण, विधिसूत्रेण विधि भवति स्म तस्मिन्नेव विषये. पूर्वविधिः तस्मिन्नेव विषये इदानीं बाधा कल्पनीयं, किल बाधा अवयमेव कल्पनीयं. तद् भवति चेत् खाथ इति यदा भवती उक्तवती, खाथ इति रूपम् आगच्छति. अनन्तरं किमपि भवति, कथयति इति रूपम् अस्माकम् इष्टरूपं न आगच्छति. अतः पूर्वविधिः इत्युक्ते तकारात् पूर्वं किम् अस्ति, अकारः, तदेव पूर्वविधिः अस्ति तस्मिन् विषये इति सप्तमी. तत्र विषयसप्तमी आगच्छति. तस्मात् पूर्वं यः भागः, तस्मात् पूर्वम् इत्युक्ते लोपात् पूर्वं यः भागः, सकारोत्तरवर्ति अकारस्य लोपः जातः, तस्मात् पूर्वमेव अस्माकं विधिः अस्ति. किमर्थम् इत्युक्ते अत उपधायः, उपधाविधिः अस्ति. अतः इदानीम् अकारः एव उपधायां स्थितः वर्णः अस्ति. तत्र अत उपधायाः इति विधिसूत्रेण वृद्धिः भवति स्म, तस्य बाधा कल्पनीयम्. अतः किं भवति, कर्तव्ये, तत्र एव कर्तव्ये इत्युक्ते स्थानिवत्. स्थानिवत् इत्युक्ते स्थानि इव, यत्र यत्र तद्वत् इति प्रत्ययः आगच्छति तत्र इव इति अर्थः. शशशिङ्ग् किं महोदय, अस्माकं न्यायवर्गस्य उदाहरणम् आसीत् किल शशशृङ्गवत्, तत्र शश विषाणवत् वा शृङ्गवत्, तादृशं. यदा शशस्य शृङ्गः नास्ति तदापि तादृशम् इव इति, तत्र वत् इति प्रत्ययः योजयामः चेत् तत्र इव इति आगच्छति. तानि वत् इत्युक्ते तानि इव. तदा किं भवति, यद् अजादेशः इत्युक्ते लोपः, तानि इव भवति. तानि इव भवति चेत् तत् अकारवत् इव भवति. अतः इदानीम् अस्माकम् उपधायां कः वर्णः अस्ति, अवगच्छति वा? तकारः, तकारः लो इदानीम् आगच्छति. यस्य स्थाने लोपः जातः तदेव स्थानी अस्ति किल, लोपः जातः तदेव स्थानी. अकारः इव अस्ति, अकारवत् इव आगच्छति. पूर्वविधिः इत्युक्ते पूर्वविधिः यदा वयं कुर्मः येन अस्माकं एतद् अत उपधायाः इति सूत्रस्य प्रसक्तिः न स्यात्. अतः एव पूर्वविधिः इति अस्मिन् सूत्रे, परिभाषासूत्रे स्थापितमस्ति. पूर्वविधिः इत्युक्ते उपधायां स्थितस्य अकारः एव, ककारोत्तरवर्ति अकारः एव अस्माकं पूर्वविधिः अस्ति. तद् न भवति, तत्र अत उपधायाः इत्यनेन वृद्धि आदेशः न भवति स्थानिवत् इव तद् अस्ति चेत् तद् न भवति. स्थानिवत् इत्युक्ते यद्यपि वयं लोपः तत्र कृतः तदापि तद् तिष्ठति एव. यदा अथोपदायः पश्यति तत् सूत्रं, तद् अकारः दृश्यति एव. अतः तस्मिन् दृष्ट्या अथ उपदायाः दृष्ट्या उपदायाः इदानीं कः वर्णः अस्ति? तकारः. तकारः अस्ति. अवगच्छति वा भगिनि श्रीवल्ली भगिनि? आं भगिनि, उपधायाः आं भगिनि, लोप अकारस्य लोपः भवति. स्थानिवत् अकारस्य पूर्वे तकारः अस्ति. पुनः वदतु भगिनि. आं भगिनि, न कत् इति कथा इति अतोलोपः इति सूत्रेण अकारस्य लोपः भवति. परन्तु पूर्वविधौ लोपस्य अकारस्य स्थानिवत् आदेशः भवति इति चेत् अकारस्य पूर्वं तकारः एव उपधायः. तकार समीचीनं. परन्तु स्थानी इत्युक्ते किम्? अत्र स्थानी इत्युक्ते किम्? षष्ठ्यन्तं स्थानी इति अजादेशः इति अजादेशः. अतः स्थाने यः आदेशः सः अजादेशः. तस्य स्थाने इति वा? स्थाने स्थाने यत्र लोपः जातः तदेव स्थाने किल? स्थाने. आं भगिनि. सो इदानीं यदा अहं स्थानिवत् इति वदामः इत्युक्ते किम्? अकारः स्थानि अकारः स्थानि वा स्थानि एव यद्यपि तत्र नास्ति स्थानिवत् इति किमर्थं वदामः चेत् यद्यपि तत्तु लोपः जातः, कार्यं तु कृतं, तानि इव मन्तव्यम्. किमर्थं मन्तव्यं भगिनि? पूर्वविधौ न न किमर्थं वयं स्थानिवत् मन्तव्यं नाम न तादृशं न स्वीकुर्मः चेत् किं भवति? अत उपदायः इति सूत्रस्य प्रसक्तिः अस्ति, वृद्धिः भवति. स्थानिवत् स्थानिवत् अकारस्य इति न चेत् अत उपदायाः इति सूत्रेण ककारस्य ककारोत्तर अकारस्य स्थाने वृद्धिः भवति अत उपदायाः इति सूत्रेण. इति चेत् खात् इति रूपं भवति. परन्तु रूपं कथयति अत उपदायाः सूत्रं न भवति. समीचीनम्. अवगच्छति किल? महोदय राजेन्द्रमहोदय एकवारं वदति वा तद् किम् अस्ति इति? ध्वनि अस्ति भगिनि अत्र बेक्ग्रौण्ड्. किमर्थम् अहमपि किञ्चित् जलस्य ध्वनिः आगच्छति मम कर्णे. इदानीं सम्यक्. वदतु महोदय. इदानीं प्रयत्नं करोमि भगिनि, मम किञ्चित् अपि सर्वं स्पष्टं नास्ति. अचः परस्मिन् पूर्वविधौ परनिमित्तकः निमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये. अत्र पूर्वं यथा कथ उदाहरणत्वेन स्वीकुर्मः तत्र अकारस्य वृद्धिः अभवत् तत्र अत् उपदायाः सूत्रेण निमित्तम् अस्ति आसीत् निच् प्रत्ययः तत् आसीत् तत् इदानीम् अचः परस्मिन् पूर्वविधौ अति किं वदति तत् यः अज् आदेशः परनिमित्तकः यः निच् प्रत्ययः अस्ति तत् यत् आदेशः यत् वृद्धिः अभवत् तत् न न न भवेत् न भवेत् पूर्वस्थानिवत् एव तत् पूर्वविधति यथा पूर्वं तत्र आसीत् तादृशी तत् अकारः. एकनिमिषं महोदय, अहं म्यूट् करोमि. आं महोदय, भवान् अन्म्यूट् करोति वा? अत्र यः पूर्वम् अत् उपधायः सूत्रेण यत् अकारस्य वृद्धिः अभवत् तत्र अत्र अज आदेशः भवति. तत् यथा पूर्वं तत् अच् वर्णः आसीत् तत् स्थानिवत् पूर्वविधौ एव तत्र भवति. तस्य कार्यम् अत उपधायः कार्यं न स्वीकुर्मः तत्कारणात् तत् एवं भगिनी किञ्चित् तत्र न तत्र परनिमित्तिकः अजादेशः इति अजादेशस्य एव विशेषणमस्ति परनिमित्तिकः इति. निमित्तं तु निच् प्रत्ययः, अत उपादायाः स्वीकरोतु वा अस्माकम् अतोलोपः स्वीकरोतु वा, निमित्तं तु निच् एव. परन्तु अजादेशस्य निमित्तं कः इति प्रश्नः इदानीम्. अजादेशः अस्मिन् सन्दर्भे कथायोगः निच् इति सन्दर्भे अजादेशः इत्युक्ते अजादेशः अत्र अकारस्य वृद्धिः लोपः. प्रथमम् अतोलोपः इत्यनेन यद् लोपः जातः तदेव अजादेशः. अतः परनिमित्तिकः अजादेशः इत्युक्ते यद् निमित्तम् अस्माकं निच् प्रत्ययः इति यद् परनिमित्तम् अस्ति तदेव अजादेशस्य निमित्तं यद् अकारस्य लोपः, तद् कार्यमेव प्रथमं भवति किल. अतः यत् परनिमित्तिकः अजादेशः इत्युक्ते अकारस्य लोपः, लोपकार्यं तदेव प्रथमं वदति. अनन्तरं पूर्वविधौ कर्तव्ये इत्युक्ते महोदय पूर्वविधौ कर्तव्ये इति तत्र न भगिनि स्पष्टता नास्ति वा? प्रायशः न अवगच्छामि सम्यक्तया. अस्तु, इदानीं किं भवति इत्युक्ते तत्र प्रथमबिन्दुः स्पष्टम् अस्ति किल, यद् परनिमित्तिकः अजादेशः स्पष्टम् अस्ति वा? इदानीं किं भवति, पूर्वविधौ कर्तव्ये इति अस्ति, तव्यत् प्रत्ययः करणीयमेव तद् कार्यं. पूर्वविधिः यद् कार्यम् अस्ति पूर्वविधिविषये इति विषयसप्तमी अस्ति किल, तत् कर्तव्ये एव, तदेव तदपि सप्तम्यामेव अस्ति. किमर्थम् इत्युक्ते तस्य विशेषणरूपेण आगच्छति. कर्तव्यमेव तद् कार्यं, यद् कर्तव्यम् एव तद् कार्यं किम् इति प्रश्नः इदानीं. पूर्वविधिः इत्युक्ते अजादेशस्य पूर्वं यत् विधिः, लोपकार्यस्य पूर्वम् इति भागः. कत् इति इति अङ्गस्य ककारः अकारः तकारः एव इदानीम् अवशिष्टभागः. अकार यद् तकारोत्तरवर्ति अकारस्य तु अतोलोपः इत्यनेन लोपः जातः. ककारोत्तरवर्ति अकारस्य अत उपादायाः इति सूत्रस्य प्रसक्तिः इदानीमपि अस्ति. तद् आगत्य कार्यं कर्तुम् उत्सुकः अस्ति. ककारः अस्ति, अकारः अस्ति, थकारः अस्ति, निच् प्रत्ययः परः अस्ति, सर्वाणि निमित्तानि पूरितानि. अतः तस्य कार्यं भवति एव, अतः एव कर्तव्ये इति अस्ति. पूर्वविधिः कर्तव्ये. तत्र किं भवति, यदा तस्य कार्यं भवति चेत् खात् इति रूपम् आगच्छति. वृद्धिः भूत्वा खात् इति रूपम् आगच्छति. अनन्तरं काति इति भूत्वा किमपि अन्यद् रूपम् आगच्छति. कथयति इति अस्माकम् इष्टं रूपं कदापि न आगच्छति. तस्य बाधा कल्पनीयं. कथं बाधा करणीयम् इत्युक्ते तत्र एव अस्माकं स्थानिवत् भवति इति इत्यस्य भागस्य विशेषणता, प्रमुखता, मुख्यत्वं किं वदति स्थानिवत् भवति इत्युक्ते यद् आजादेशः वयं लोपः वय कार्यं यद् वयं कृतवन्तः तस् तद् स्थानी इव भवतु इत्युक्ते स्थानी इति लोपकार्यमेव स्थानी लोप अकारः इव भवतु यद्यपि वयं चक्षुषा वा प्रत्यक्षेण तद् अकारः न पश्यामः तद् एतत् सूत्रं परिभाषासूत्रम् अत्र आगत्य तद् स्थानिवत् भवतु इति निर्देशं कृत्वा यदा अत उपधायः अत्र आगच्छति तत्र तद् उपधायां तकारः एव पश्यति ककारोत्तरवर्ति अकारः न पश्यति अतः तस्य कार्यं न भवति. अवगतं वा महोदय? शीघ्रम् उक्तवती वा? वदतु महोदय. इदानीं तु यथा तत्र अज आदेशः भवति तत्कारणात् तत्र पूर्वविध तत् उपधायां तत्र अकारः नास्ति, अत्र ठकारः अस्ति, तत्कारणात् तत्र तस्य कार्यं न भवति इति चिन्तनीयम्. समीचीनं. कल्पना एव सर्वत्र तादृशबाधा कल्पनीयं किल. किमर्थम् इत्युक्ते पूर्वमेव तादृशरूपः अस्ति भाषायां कथयति इति. तस्य रूपसाधारणार्थं कानिचन सूत्राणि आवश्यकानि इति कृत्वा तत्र परिभाषासूत्रम् एतत्तु पाणिनिना एव कृतं, सः एव उक्तवान् स्थानिवद् भवतु इति. तस्य एतस्य सूत्रस्य प्रसक्तिः अत्र एव इति न, तत् परिभाषासूत्रम् इति कृत्वा सर्वत्र तस्य यत्र यत्र तादृशसन्दर्भः आगच्छति तत्र तत्र एतत् सूत्रं परिभाषासूत्रम् आगत्य तत्र बाधा निषेधः वा कार्यविधि विधिः वा तादृशसन्दर्भः तत्र कल्पयति एतत् सूत्रं. समीचीनं वा महोदय? अतः आगच्छति एव. विजया भगिनी अवगतवती वा? म्यूट् मध्ये अस्ति वा? ओ अस्ति इति चिन्तयामि, अहम् एकवारं म्यूट् कृतवती. विजया भगिनी अवगतवती वा? अन्म्यूट् आं भगिनी अवगच्छामि. उत्तमम्. अरुणा भगिनी? आं भगिनी. भगिनी अहं सर्वदा म्यूट् मध्ये आसं भगिनि. मम इदानीं न आगच्छति, पूर्वम् आगतवती, जलस्य ध्वनिः आगच्छति मध्ये. इदानीं सम्यक् एव अस्ति भगिनि, लैन् मध्ये प्रायः किमपि. अस्तु, अवगतवती किल, तदेव मुख्यमस्ति, बहु मुख्यसूत्रम् अस्ति. उत्तमम्. अरुणा भगिनि? अहम् एकवारं वदतु भगिनि, अवश्यं वदतु भगिनि. अजः परस्मिन् पूर्वविधौ इति परिभाषासूत्रः अत्र वदति परिनिमित्तकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्यः. अजादेशः अर्थं किम्? यतस्थाने आदेशः विधेयते अजः स्थानेन यः आदेशः सः अजादेशः. वयं पठितवन्तः अतोलोप इति सूत्रेण अकारस्य लोपः भवति, तदेव अजादेशः. आं भगिनि? आं सत्यम्. आं तदनन्तरं तस्य आदेशः स्थानिवत् इति भवति, अत्रैव स्थानिवत् भवति. पूर्वविधौ इति नाम किमर्थम् इत्युक्ते सा स्थितिः यदा स्थानिनः अचः पूर्वस्थितस्य कार्यविधीयते. पूर्वविदौ वदति अत्र अकारः अस्ति एव, परन्तु लोपः भवति, अहं न पश्यामः, परन्तु अत्र खकार अकारः अपि अस्ति. ततः पूर्वविदौ इति सूत्रं वदति अत्र कार्यम् अत उपादायाः सूत्रं कार्यं कर्तुं न शक्नोति. अत्र उपादा नास्ति, अत्र अन्ते अकारः अस्ति एव. तद् तत् स्थानिवत् वदति पूर्वविधि कर्तव्ये इति यत् विधिः अस्ति अकारस्य, उपादायाः अकारस्य, तदेव विधिः, पूर्वविधिः अस्ति. पूर्वविधिः इत्युक्ते यद् अजादेशः जातः तस्मात् पूर्वं यः विधिः. अजादेशः, अजादेशः इति लोपः किल, तस्मात् पूर्वं यद् विधिः अस्ति तदेव पूर्वविधिः. ओ तदेव पूर्वविधिः, अवगतम् अवगतम्. अतः तत्र वयं वदामः तत्र तकार इदानीं यद् लोपः जातः तस्मात् पूर्वं कस्य सूत्रस्य प्रसक्तिः वयं जानीमः, अत उपादायाः इति सूत्रस्य प्रसक्तिः. अत उपादायाः अपि विधिसूत्रम्. अतः तस्य तस्य विधिसूत्रस्य प्रसक्तिः कुत्र भवति कथा इत्यस्य सन्दर्भे? अत्र उपदा नास्ति भगिनि. न यदा यदा अस्माकं स्थानिवत् इति किमपि नास्ति चेत् स्थानिवत् भवतु सम्यक्, तदेव पूर्वविधिः अस्ति. पूर्वं यत् विधिः, पूर्वविधिः, यदा लकारस्य लोप अजादेशात् पूर्वं यद्विधिः तदेव स्थानिवत् भवतु, स्थानीव भवतु इति वदति. अतः इदानीं तकारः एव तद् पश्यति. अकारः यत् यदा लोपः जातः अनन्तरं यद् अकारः उपादायाम् अस्ति तद् एतत् सूत्रम् अथ उपादायाः सूत्रं न पश्यति. वयं तु अस्माकं चक्षुषा पश्यामः एव, परन्तु तादृशबाधा कल्पयति. धन्यवादः. किञ्चित् क्लिष्टकरमेव, परन्तु यदा प्रथमवारम् अवगच्छति चेत् अनन्तरं यदा एतत् सूत्रम् आगच्छति चेत् सौकर्यं भवति. किञ्चित् बहुवारम् आगच्छति एव. किमर्थम् इत्युक्ते तत्र यत्र यत्र पूर्वविधिः अस्ति अचः अपि अस्ति तत्र तत्र आगच्छति एव. वदतु भगिनि. भगिनि 45 मिनिट्स् इत्युक्ते पादोने वा? 45 महोदयेन पादोन कालं कृतवन्तः एतत् विषये एव. अचः परस्मिन् पूर्वविधौ इति सूत्रे पादोन कालं सः एतत् विषये एव चर्चितवन्तः. एकः वर्गः अपि भगिनि, वर्गद्वयं वयं नीतवन्तः तस्मिन् समये. बहुमुख्यसूत्रमस्ति, बहुवारम् आगच्छति, अतः एव सः तादृशं पाठितवान् प्रथमवारं. वर्गद्वयं नीत्वा तद् स्पष्टीकृतवान्. सम्यक्, अस्तु, अग्रे अपि पठामः. अवगतवन्तः चेत् अग्रे सरामः, पठामः. यदा प्रश्नः अस्ति चेत् अग्रे अपि प्रष्टुं शक्नुवन्ति. अस्तु, इदानीं पठितुं शक्नोति वा अरुणा भगिनि? आं भगिनि. इत्थं च चुरादिगणे, इत्थं च चुरादिगणे अदन्तधातुभ्यः निच् प्रत्ययः विधीयते. अतः लोपः स्थानिवत् नाम हस्व अकारः इव. अनेन कारणेन अत उपधायाः इति सूत्रस्य दृष्ट्या खत् धातुः कत इतिवत् दृश्यते. तस्मात् उपधायां यत् तकारः प्रतीयते न तु ह्रस्व अकारः, अस्यां दशायां किमपि कार्यं न सम्भवति. तदेव वयं चर्चवन्तः. अचः परस्मिन् पूर्वविधौ चुरादिगणे अदन्तधातुभ्यः निच् प्रत्यययोजने समये किं कर्तव्यम् इति, अतः लोपः भवति तदेव स्थानिवत् स्थानिवत् नाम ह्रस्वकारः एव. अत उपधायाः सूत्रं कार्यं कर्तुं न शक्नोति. किमर्थम् इति प्रश्न उदेति, तदेव कथा इति एव दृश्यते न तु खत्. ततः अत्र उपधा नास्ति, तकार एव. ततः अत उपधायाः कार्यं कर्तुं न शक्नोति. समीचीनं, पठतु भगिनी अग्रे अपि. कथा योगः निच् अतो लोपः खत् योगः निच् अत उपधायाः इत्यनेन स्थितस्य अतः वृद्धिः भवति स्म. परन्तु अतः परस्मिन् पूर्वविधौ इति सूत्रेण खत् धातोः अन्त्यः लोपः अत् इव दृश्यते. अत उपधायाः इति सूत्रेण खत् दृश्यते इति कारणात् उपधायाम् अधुना तकार वर्तते, अतः वृद्धिः न भवति. तदेव दृष्टान्तरूपेण ततः प्रथमं निच् अधधातुकप्रत्यय अजन्तधातु ततः परते परे अतो लोपः इति सूत्रेण अकारलोपः भवति. तदनन्तरं सामान्यतः अत उपधायः इति सूत्रेण उपधाकारस्य वृद्धिः कार्यं कर्तुं प्रयत्नं करोति. परन्तु परिभाषासूत्रातः परस्मिन् पूर्वविधौ अत्र लोपः अच् लोपः भवति अपि न दृश्यते, अत्र अस्ति इति दृश्यते. ततः अत उपधाः सूत्र कार्यं कर्तुं न शक्नोति. स्पष्टं वा भगिनि इदानीम्? आं भगिनि, एतदपि समापयतु भगिनि. चुरादिगणे अदन्तेषु चुरादिगणे अदन्तेषु धातुषु एतादृशी गतिः सर्वत्र. कथा योग निच् कथि योगः श कथयति वा कथयते. गण धातु गण योगः निच् गणि योगः श गणयति गणयते. छिप् योगः निच् छिपि योगः श क्षिपयति क्षिपयते. फुट् योगः निच् पुटि योगः श पुटयति पुटयते. गृह् योगः निच् गृहि योगः श गृहयति गृहयते. इति रूपाणि निष्पन्नं भवति. यदा अस्माकम् अचः परस्मिन् पूर्व विधौ इति सूत्रं न स्यात् चेत् किं भवति स्म? घण इति रूपं कथम् आगच्छति भगिनि? गाणयति गाणयते इति रूपं भवति. क्षेपयति बोटयति गृह गार्हयति गर्हयति. आम्, तादृश अनिष्टरूपाणि उत्पन्नानि. अतः एव एतत् सूत्रस्य आवश्यकता अस्माकम् इष्टरूपसाधनार्थम्. समीचीनं भगिनि, धन्यवादः. धन्यवादः. म्यूट् करोमि. आम् आम्, राजेन्द्रमहोदय पठति वा? आम् आम् आं भगिनि. प्रश्नः उदेति, यदि कथ् इति धातोः उपदेश अवस्थायां धातु अन्ते स्थितः अत् अनुनासिको न, तर्हि किमर्थं अतो लोपः इत्यस्य स्थाने अचो निन्यति इत्यनेन अतः वृद्धिः न स्यात्? द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः अस्ति, अपि च अचोनियति इति परसूत्रम् इति परसूत्रम् अतो लोपः इत्यस्य निमित्तम् आर्धधातुके परे, अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत् अतो लोपः इत्यस्य अवकाशः, अतः अचोनियति इत्यस्य परत्वात् वृद्धिः भवेत्। अत्र प्रश्नः उदेति यदि कथ इति धातोः उपदेश अवस्थायां तत्र वयम् इदानीं पूर्वम् उक्तवन्तः कथ धातो यः अस्ति तत् उपदेश अवस्थायां तत् अनुनासिकः न अस्ति, अत्र यः अन्ते अस्ति अदन्तधातुः अस्ति, तत्कारणात् किमर्थं तत् किमर्थम् अतो लोपः इत्यस्य स्थाने अचोनियति इत्यस्य अतः वृद्धिः न स्यात्। तत् इदानीं तु वयम् अतो लोपः सूत्रेण तत् अकारस्य लोपः अभवत्, तत्कारणात् तत् कथं तत् तस्य स्थाने अचोनियति सूत्रेण तस्य तत् अकारस्य वृद्धिः न स्यात्। द्वयोः सूत्रयोः अन्यत्र लब्ध अवकाशः अस्ति, अपि च अचोनियति इति परसूत्रमस्ति, तत् सप्तम अध्याये द्वितीयपादे 15-100 सूत्रम् अस्ति अचोनियति। अतो लोपः तु षष्ठम् अध्याये चतुर्थपादे 48 सूत्रम् अस्ति, तत्कारणात् तत्र अचोनियति तस्य परसूत्रम् अस्ति, तत्कारणात् तस्य प्रसक्तिः भवेत्। अतो लोपः इत्यस्य निमित्तम् आर्धधातुके परे, अतो लोपः तस्य अतो लोपः इत्यस्य निमित्तम् आर्धधातुके परे अस्ति, अतः यावन्तः आर्धधातुकप्रत्ययः सन्ति ते च पराः चेत् अतो लोपः इत्यस्य अवकाशः अस्ति। अचोनियति तस्य निमित्तम् अस्ति नित् अस्ति तत्र, परन्तु अतो लोपः तस्य निमित्तम् अस्ति आर्धधातुके परे, तत् यत् कोऽपि आर्धधातुकप्रत्ययः तत् भवेत् तस्य तत्र लोपः तस्य प्रसक्तिः अस्ति, तस्य कार्यं तत्र भवतु तत् चेत् इत्यस्य अवकाशः अस्ति, तत्कारणात् तस्य कार्यं भवति, अतः अचोनियति इत्यस्य परत्वात् वृद्धिः भवेत्। प्रश्नः अवगतः किल महोदय? किञ्चित् अन्ततो गत्वा किञ्चित् संशयः अस्ति तत्र यत् प्रश्नः अस्ति यत् कथ इति कत् इति उपदेश अवस्थायां कथ इति धातुः, तद् इदानीमेव वयं दृष्टवन्तः अनुनासिकः नास्ति, अतः अतोलोपः इत्यनेन अन्त्य अचस्य लोपः जातः इति दृष्टवन्तः, परन्तु प्रश्नः इदानीम् आगच्छति तत्तु अनुनासिकः नास्ति, अतः किमर्थम् अचोनिति इति सूत्रेण तत्र अतः वृद्धिः न भवति, किमर्थं तत्र प्रथमम् अकारस्य लोपः कृत्वा अनन्तरम् अतः परस्मिन् पूर्वविधौ किमपि आनीत्वा किमर्थम् एतादृश दीर्घमार्गः, तत्र अचोनिति इति सूत्रेण यत् अन्तिम अकारः अस्ति किल कथ इत्यस्य अकारः, तस्य एव वृद्धिः किमर्थं न भवति इति प्रश्नः, तत्र उत्तरमस्ति प्रथमं ते किं वदामः तत्र द्वयोः सूत्रयोः इत्युक्ते अतोलोपः अचोनिति इति सूत्रस्य अन्यत्र तु लब्धावकाशः अस्ति एव, सूत्रद्वयमपि अन्यत्र तस्य कार्यम् आगच्छति, अतोनिति क्षम्यताम् अचोनिति इति सूत्रं तु ङित् ङित् प्रत्यये परे तस्य कार्यं भवति, अतोलोपः यत्र यत्र आर्धधातुकप्रत्ययः अस्ति इत्युक्ते आर्धधातुकप्रत्ययः इत्युक्ते बृहत् क्षेत्रम् अस्ति किल, तत्र यत्रापि आर्धधातुकप्रत्ययः परः आगच्छति चेत् तस्य कार्यं भवति एव इति तस्य किं वदामः एकं तादृशस्थलेषु कार्याणि भवति इति तस्य नाम अहं विस्मृतवती, तत् तादृशं प्रथमं वदति एतादृशं तस्य सूत्रद्वयस्यापि अन्यत्र लब्धावकाशः अस्ति. अचौनिति इति परसूत्रमस्ति, तस्य अतोलोपः इत्यस्य क्षेत्रं तु बृहत् अस्ति. अचौनिति इति सूत्रस्य तु ङित् ङित् प्रत्यये परे अस्ति, तथापि कस्य कार्यं भवति इति अग्रिमपरिच्छेदे अस्ति. इदानीम् अवगतं वा महोदय प्रश्नः? वृद्धिः भवेत् परन्तु न भवति, किमर्थम्? प्रत्युत्तरम् एवं यत् आर्धधातुके इत्यनेन विषयसप्तमी मन्यते चेत् अतो लोपः इत्यस्य कार्यं भविष्यति. आर्धधातुके इत्यनेन परसप्तमी मन्यते चेत् परत्वात् अचोनियति इत्यनेन वृद्धिः विषयसप्तमी नाम यदा हि विचारः आयाति यत् आर्धधातुकप्रत्ययः आगमिष्यति तदा हि तेन निर्दिष्टं कार्यं सिद्ध्यति. आर्धधातुकप्रत्ययस्य आगमनात् प्रागेव आर्धधातुके इति यदा विषयः उदेति यत् आर्धधातुकप्रत्ययः आगम्यमानः तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम् आगम्यमानः. तदानीम् अतो लोपः इत्यनेन अतः लोपो भवति. अचोञति इत्यस्मिन् परसप्तमी अतः नित् नित् प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेदेव कार्यं सेतस्यति. अत्र बहुसङ्ख्यता विषयसप्तमी मन्यते अस्मिन् पक्षे कथयति इति रूपं, परन्तु केचन परिगणिताः वदन्ति यत् अत्र परसप्तमी स्यात् तेषां मतेन कथयति इति रूपम् आसीत्. इदानीं अत्र यथा अतो लोपः सूत्रम् आगते कार्यम् उद्युक्तः अस्ति, तत् शारीरिकरूपेण निच् प्रत्यय तत् आर्धधातुकप्रत्यय आगच्छति पूर्वं, तदनन्तरं कार्यं करोति, तथा न अस्ति, तथा न भवति. अतो लोपः तत् कोऽपि आर्धधातुकप्रत्यय आगम्यमानः अस्ति, तत् तावता झटिति आगत्य कार्यं करोति, अतः लोपः भवति. परन्तु अचोनिति सूत्रस्य कृते तत् यावत् तत् नित् नित् प्रत्ययः शारीरिकरूपेण पुरतः न अस्ति, तत् अनन्तरम् एव कार्यं भविष्यति. अत्र बहुसङ्ख्यात् विषयसप्तमी मन्यते पर अस्मिन् पक्षे कथयति इति रूपं, परन्तु केचन परिगणिताः वदन्ति अत्र परसप्तमी स्यात् तेषां मतेन कथयति इति रूपं भवतु. समीचीनम्. यत्र विषयसप्तमी अस्ति तत्र शारीरिकरूपेण पुरतः परे भवति इति किमपि नियमः नास्ति. तस्मिन् अवस्थायाम् आर्धधातुकप्रत्यये परे अस्ति चेत् इति तद् आगम्यमानः अग्रे अपि आगन्तुं शक्नोति, परन्तु यदा निमित्तसप्तमी वा परसप्तमी अस्ति चेत् तत्र साक्षात् भवेत् एव. अतः तत्र परसप्तमी अचोनिति इत्यत्र यदा निच्प्रत्ययः परः अस्ति चेदेव अचस्य अच्वर्णस्य वृद्धिः भवति अथवा न भवति, परन्तु अतो लोपः इत्यस्य तादृश किमपि नियमः नास्ति. तत्र आर्धधातुके इति विषयसप्तमी इति कृत्वा आर्धधातुक अवस्थायाम् इति कृत्वा तत्र अग्रे अपि यदा आर्धधातुकप्रत्ययः विधीयते चेदपि तस्य कार्यं भवति इति कृत्वा तत्र मतभेदः अस्ति. केचन तादृशं स्वीकरोति आम् इति अतः कथयति इति एकं रूपं, परिगणिताः वदति न तत्तु परसप्तमी अतः कथयति इति रूपम् इति. अतः अतो लोपः इत्यस्य एव कार्यम्, अचोनिति इत्यस्य कार्यम् अत्र न भवति. भगिनि अवगतवन्तः? आम् आम् महोदय. बहु ध्वनिः अस्ति भगिनि. आम् भगिनि शारीरिकरूपेण इति शारीरिकरूपेण शरीरम् इति वदामः किल, शारीरिकम् इति तस्य भावः साक्षात् साक्षात् परः अस्ति चेत् तदेव परसप्तमी इत्युक्ते सर्वदा तत्र साक्षात् परः अस्ति चेत् एव मिच् इति प्रत्ययः यदा साक्षात् परः अस्ति चेत् कार्यं पूर्वकार्यं परसप्तमी पूर्वकार्यं विधीयते. विषयसप्तमी इत्युक्ते तस्मिन् विषये एव आर्धधातुकप्रत्यये विषये एव कार्यं भवति इति तदेव भेदः. निमित्तसप्तमी विषयसप्तमी परसप्तमी, परसप्तमी इत्युक्ते सर्वदा तस् साक्षात् परः, यदा कत् इत्युक्ते साक्षात् परः निच् विधि अस्ति चेदेव अतोलोपः इत्यस्य कार्यं भवति. क्षम्यताम्, अचोनिति इत्यस्य कार्यं, क्षम्यताम्, अतोलोपः न, अचोनिति इत्यस्य कार्यं. शारीरिकरूपेण इत्युक्ते परसप्तमी किल, अचोनिति इत्यस्य कार्यं साक्षात् परः अस्ति चेत् परसप्तमी. निमित्तं सप्तमी इत्युक्ते अस्माकं निमित्तं भवति सप्तम्यां, निति प्रत्यये परे कार्यं भवति इति निमित्तं तादृशं. परसप्तमी एव साक्षात् निमित्तं सप्तमी, निमित्तं सप्तम्याम् अस्ति चेत् निमित्तसप्तमी. विषयसप्तमी इत्युक्ते आर्धधातुके यदा इदानीमपि वयं दृष्टवन्तः किल पूर्वविधौ कर्तव्ये विषयसप्तमी, तादृशस्थलेषु विषयसप्तमी. त्रयः अपि भेदाः सन्ति, अधिकरणसप्तमी अन्यसप्तमीयां सप्तमी अपि अस्ति, सतिसप्तमी अधिकरणसप्तमी इति अन्ये अपि सन्ति, परन्तु सूत्रेषु एतदेव आगच्छति. अस्तु भगिनि, परसप्तमी पुनः वदतु भगिनि, किं परसप्तमी इत्येव अस्माकं यदा साक्षात् परः यदा खत् योगः णिच् इति अस्ति, णिच् इति सप्तमी सप्तमी सप्तम्यां सूच्यते किल अस्माकं सूत्रेषु, तत्र परसप्तमी साक्षात् परः अस्ति, खत् अनन्तरं णिच् साक्षात् परः अस्ति चेत् तस्मिन् इति निर्दिष्टे पूर्वस्य इति एकं सूत्रम् अस्ति, परिभाषासूत्रं, येन सप्तम्यां विदित विभक्तौ, क्षम्यताम्, अस्माकं सूत्रौ अनुवृत्तिसहितसूत्रे यदा सप्तम्यां निर्दिष्टपरं किमपि विधिः परः अस्ति चेत् कार्यं पूर्वं भवति, परसप्तमी अस्ति चेत् कार्यं पूर्वं भवति इति अस्ति किल, तदेव परसप्तमी. तद् अस्माकं सूत्रमस्ति, तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रमस्ति, परिभाषासूत्रं तेन भवति. तस्मात् इति उत्तरस्य इति पञ्चम्यां पञ्चमी तत्र निर्दिष्टमस्ति, षष्टिस्थाने योग इति षष्टि विभक्तौ कृते तदेव अस्माकं निमित्तसप्तमी. निमित्तम् इत्युक्ते यदा निच् प्रत्ययः परे निचि परे तादृशम् अस्ति, साक्षात् परं भवेत् इति न, निमित्तमेव सप्तमी इति निमित्तमेव साक्षात् परं साक्षात् अनन्तरमेव इति न आवश्यकं, किमपि मध्ये अपि भवितुम् अर्हति, अनन्तरं सप्तम्यां किमपि निर्दिष्टपदम् आगच्छति. तस्माकम् इडागमविषये तादृशम् आगच्छति इति चिन्तयामि, यदा कदापि अहम् उदाहरणं पश्यामि चेत् वदामि. निमित्तसप्तमी धन्यवादः. श्रीवल्ली भगिनी अग्रिमं पठति वा, पञ्चनिमिषम् अस्ति. अस्ति वा भगिनि? आं भगिनि, आं भगिनि. अतोलोपः इति सूत्रे प्रश्नः उदेति, किमर्थम् उपदेशे इति. उत्तरम् एव यत् अनुवृत्त उपदेशे इति यदि न अभिवश्ये, तर्हि कासुचित् स्थितिषु अनुपदेशावस्थायाम् इष्टं रूपं न प्राप्स्यत्, यथा द्वादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन आर्थधातुकप्रत्ययः अस्ति सिक् अतो लिपे अतो लोपः इति सूत्रेण उपदेशे इति अनुवृत्तिसहितसूत्रं प्रश्नः उदेति किमर्थम् उपदेशे उत्तरं यत् अनुवृत्तौ उपदेशे इति यदि न अभविष्ये तर्हि कासुचित् स्थितिषु अनुपदेशावस्थायाम् इष्टरूपं न प्राप्स्यते उपदेशे इति यदि न अभविष्यत् ओके नास्ति चेत् कासुचित् स्थितिषु अनुपदेशावस्थायामपि इष्टरूपं न प्राप्स्यते यथा उदाहरणं दत्तमस्ति द्वादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन आर्धधातुकप्रत्ययः अस्ति फिप् फिप् इति आर्धधातुकप्रत्ययः ऐ धातुः ऐ योगः फिप् प्रत्ययः अनुबन्धलोपे ऐ योगः वकारः लोपो व्योर्वलि इति अनेन एकारलोपः आयोगः वकारः अतो लोपः इति अनेन अकारलोपः वेहे अपृक्तस्य इत्यनेन वकारलोपः शून्यम् अवशिष्यते अतः उपदेशे नास्ति चेत् इष्टं रूपं न प्राप्यते उपदेशे अस्ति चेत् आलोपः न भवति यतोहि आ इति उपदेश अवस्थायां नास्ति आयोगः वकारः ह्रस्वस्य पितिकृति इत्यनेन तुक् आगमः अत् योगः वकारः वेहे अपृक्तस्य इत्यनेन वकारलोपः अत् इति इष्टं रूपं प्राप्तम् आं भगिनि ऐ धातोः विषये आं भगिनि ऐ धातोः विषये क्विप् प्रत्ययस्य योजनेन क्विप् प्रत्ययस्य वकारः एव अवशिष्यते अयोगः वकारयोजनेन लोपो व्योर्वलि इति अनेन यकारः अपि लोपः भवति सो आयोगः वा एव अवशिष्यते आयोगः वा अतो लोपः इति सूत्रेण आलोपः इति भवति सो वेहे अप्रत्ययस्य इत्यनेन वकारः अपि लोपः भवति शून्यम् अवशिष्यते nothing because all the letters are kimapina kimartam ityukte tatra upadeshe iti nasti atah kimapina na aam bhagini idanim kim bhavati upadeshe asti chet upadeshe asti chet akarah yogah akarasya lopah na bhavam akarah iti upadesha avasthaya अतः अत् इति रूपम् अत् इति अव्ययमस्ति रूपम् आगच्छति अतः तत्र प्रक्रिया कथम् आगच्छति इत्युक्ते अयोगः क्विप् अयोगः वा लोपो व्योर्वलि अनन्तरं यकारस्य लोपानन्तरं ह्रस्वस्य पिति कृति तुक् इत्यनेन तुक् आगमः यदा उपदेश अवस्थायाम् इति तत्र नास्ति चेत् शून्यमेव अवशिष्यते तत्तु अस्माकम् इष्टरूपं नास्ति इति कृत्वा उपदेशे इति एकः स्थितिः एव एका स्थितिः एव प्रदर्शिता अस्ति अत्र तादृशं भवति स्म यदा उपदेशे नास्ति चेत् अतः उपदेशे इति पाणिनि वयम् अनुवृत्तिसहित सूत्रे वयं योजितवन्तः समीचीनं समयः अपि जातः अतः इदानीम् एक आम् वदतु भगिनि तुक् आगमः भवति खलु भगिनि इत्युक्ते किं भगिनि तत्र तुक् आगमः इत्युक्ते तकारस्य आगमः तत्र ककारस्य इत्संज्ञा उकारस्य अपि इत्संज्ञा तकारः एव अवशिष्यते तत्र तुक् इति कित् अस्ति अत्र अतः आद्यन्तौ टकितौ इति सूत्रेण धातोः अन्ते आगच्छति अवगच्छति वा भगिनि? अस्ति अवशिष्यते. अस्तु, इदानीं पर्यन्तमेव किञ्चित् तत् मुख्यसूत्रम् आसीत् अचः परस्मिन् पूर्वविधौ, अनन्तरं सर्वं समीचीनमेव, किमपि विशेषकार्याणि परिचितसूत्राणि एव आगच्छति, अतः चिन्ता मास्तु. धन्यवादः. धन्यवादः भगिनी. नमस्कारः. धन्यवादः. धन्यवादः.